आरम्भं कुर्मः. मम नाम स्वरूपः, भवतः नाम किम्? मम नाम जय मारुति रामन्. पुनः वदतु. जय मारुति रामन्. जय मारुति रामः. रामः. जय मारुति रामः. भवत्याः नाम किम्? मम नाम शशिप्रिया. शशिप्रिया. भवतः नाम किम्? मम नाम श्रीहरिः. तं पश्यतु, तं पृच्छतु. मम नाम महेशः. भवतः नाम किम्? मम नाम आनन्दः. तं पृच्छतु. भवतः नाम किम्? मम नाम दिलीपः. तां पृच्छतु. भवत्याः नाम किम्? मम नाम विनीता. तं पृच्छतु. भवतः नाम किम्? महोदय. मम नाम अभिनवः. अस्तु, सर्वेषां नामानि जातानि. भवतः नाम किम्? मम नाम पाठः. पाठः. भवतः नाम किम्? भवतः नाम किम्? राघवः. अस्तु, तर्हि अधुना किञ्चित् पुनःस्मरणं कुर्मः. गते सप्ताहे वयं दृष्टवन्तः, एषः कः? एषः चमसः. एषः कः? दर्पणः. एषः कः? एषः दर्पणः. दर्पणः. एषः कः? दन्तकूर्चः. अस्तु, एषः कः? एषः चषकः. चषकः. एषः कः? एषः कन्दुकः. एषः कः? सः कन्दुकः. एषः करदीपः. एषः कः? करदीपः. एषः दण्डः. एषः कः? एषा मापिका. एषा का? एषा माला. एषा का? एषा कुञ्चिका. एषा का? कुञ्चिका. एषा कर्त्री. एषा का? एतत् फेनकम्. एतत् किम्? एतत् करवस्त्रम्. एतत् किम्? एतत् पर्णम्. एतत् किम्? अस्तु, समीचीनम्. अधुना एषः दर्पणः. अहं दर्पणं स्वीकरोमि. अहं दर्पणं स्वीकरोमि. दर्पणः तत्र अस्ति. दर्पणः अस्ति. अहं दर्पणं स्वीकरोमि. अहं दर्पणं स्वीकरोमि. अस्तु, दण्डः अस्ति. अहं दण्डं स्वीकरोमि. आगच्छतु स्म. अस्तु, अत्र करदीपः अस्ति. अहं करदीपं स्वीकरोमि. समीचीनमस्ति. अस्तु, अहं चमसः अस्ति. अहं चमसं स्वीकरोमि. अहं चमसं ददामि. भवती वदतु. अहं चमसं स्वीकरोमि. समीचीनमस्ति. मापिकां स्वीकरोमि. अहं मापिकां स्वीकरोमि. मापिकां. अहं मापिकां ददामि. भवान् वदतु. समीचीनमस्ति. चषकः अस्ति. अहं चषकं ददामि. अहं चषकं स्वीकरोमि. समीचीनमस्ति. छुरिका अस्ति. अहं छुरिकां ददामि. अहं छुरिकां स्वीकरोमि. समीचीनमस्ति. लक्ष्मीभगिनी अस्ति वा? हरिः ओम्. सन्ध्याभगिनी अस्ति वा? Asmi, astu. Sandhya Bhagini, aham ghatim dadami. Aham ghatim svikaromi. Smitanam. Astu. Iti asti. Phenakam asti. Aham phenakam dadami. Aham phenakam svikaromi. Iti vyavastha. Aduna, shigrameva ekavaram kurmaha. Bhavati dadatu, vinitam, dadatu, tatra chamasah asti. Chamasah. Atra karadipa asti, aham karadipam dadami. Aham karadipam svikaromi. Dadatu. Dadatu. Dadatu. Dadatu. Aham karadipam svikaromi. Mahim dadatu. Aham chashakam dadami. Aham chashakam svikaromi. Aham phenakam dadami. Aham phenakam svikaromi. Aham karadipam svikaromi. Aham churikam dadami. Aham churikam svikaromi. Aham mapikam svikaromi. Aham karadipam dadami. Aham karadipam svikaromi. Astu. Anantaram anyat kimapi asti? Astu, no, nasti chinta, nasti chinta. Aham dadami. Astu. Aduna, chashakaha, sahakaha? Saha chashakaha. Saha chashakaha. Aham chashakam svikaromi, aham tam. Chashakam svikaromi. Chashakaha tatra asti, saha chashakaha asti, aham tam chashakam svikaromi. Tam chashakam svikaromi. Gati asti, aham ghatim svikaromi, aham tam ghatim svikaromi. Tam ghatim svikaromi. Mapika asti, sa mapika asti. Aham? Tam mapikam svikaromi. Tam mapikam svikaromi. Kankatam. Kankatam asti. Tat kim? Tat kankatam. Aham? Tat kankatam svikaromi. Aham tat kankatam svikaromi. Kutra asti atra 7.2 pashyantu. Tatra koshchakam asti chart. Koshchakam chart. Sarvanama padani. Atra duramasti, yadi duramasti, aham tam chashakam svikaromi. Samipam, aham etam chashakam svikaromi. Prashnaha, aham kam chashakam svikaromi. Kam. Tam, etam, kam. Aham kam chashakam svikaromi. Kupi. Sa kupi asti. Vinita bhagini vadatu. Sa tam kupi svikaromi. Ha, ekan mesha. Sa kupi asti. Na, sa tam iti na bhavati. Sa kupi asti. Parantu. Aham tam kupim svikaromi. Aham tam kupim svikaromi. Atra kupi dvayam asti. Aham kam काम कुपीम स्वीकरोमि हम ना जानामि एषा अथवा एषा अहम काम स्वीकुम काम कुपीम स्वीकरोमि अहम ताम कुपीम स्वीकरोमि अथवा एताम समीपे एताम कुपीम स्वीकरोमि अथवा एताम कुपीम स्वीकरोमि अहम पृच्छामि अहम भवान काम कुपीम स्वीकरोति स्वीकरोतु स्वीकरोतु वदतु अहम ताम एताम कुपीम स्वीकरोमि एताम कुपीम स्वीकरोमि अवगच्छति अस्तु समीचीनम् तर्हि समीपे दूरे समीपे एताम् एताम् स्वीकरोमि ताम् अच्छा ताम् स्वीकरोमि एताम् स्वीकरोमि ताम् स्वीकरोमि अस्तु समीचीनमस्ति हा अत्र लिङ्गभेदः अस्ति लिङ्गभेदः अत्र लिङ्गत्रयमस्ति नपुंसकलिङ्गे फेनकम् एतत् फेनकम् पुल्लिङ्गे करदीपः एषः करदीपः स्त्रीलिङ्गे मापिका एषा मापिका तर्हि अहं तत् फेनकं स्वीकरोमि अहं तं कन्दुकं स्वीकरोमि अहं तां मापिकां स्वीकरोमि तां मापिकां तं कन्दुकं तत् फेनकम् अस्तु अधुना भवन्तः वदन्तु किं किं स्वीकुर्वन्ति भवान् किं स्वीकरोति अहं तां कन्दुकं स्वीकरोमि हा किन्तु कन्दुकः तत्र पुल्लिङ्गशब्दः अस्ति खलु अहं तं कन्दुकं स्वीकरोमि भवान् अहं तां मापिकां स्वीकरोमि अहं तां कूपीं स्वीकरोमि हा भवान् भवान् न स्वीकरोति अस्तु भवान् अहं तां माला स्वीकरोमि पुनः माला स्वीकरोमि माला मालां मालां स्वीकरोमि पुनः तत् पुनः वदतु अहम् अहं मालां तं मालां स्वीकरोमि अहम् अहं तं मालां स्वीकरोमि तां तां मालां स्वीकरोमि स्पष्टतया वक्तव्यमस्ति स्पष्टतया अहं तां मालां स्वीकरोमि भवती किं किं स्वीकरोति हा किन्तु स्त्रीलिङ्गपदमस्ति खलु तत् नपुंसि स्त्रीलिङ्गे अत्र नपुंसि अत्र पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे एतां घटीं स्वीकरोमि किन्तु दूरे अस्ति तां तां हा विनीता भगिनि अहं तां घटीं स्वीकरोमि हा लक्ष्मी भगिनि अहं तां सञ्चिकां स्वीकरोमि पुनः वदतु अहं तं पेटिकां स्वीकरोमि पुनः वदतु अहं श्रोतुमिच्छामि अहं ताम् अस्तु अहं ताम् पेटिकां समीचीनमस्ति लक्ष्मी भगिनी अस्ति वा भवती किं स्वीकरोति अहं ताम् मापिकां स्वीकरोमि समीचीनमस्ति हा भवान् किं स्वीकरोति अहं तत् फेनकं स्वीकरोमि हा भवान् किं स्वीकरोति पुनः पुस्तकं कुत्र अस्ति 7.2 अत्र नपुंसकलिङ्गे स्त्रीलिङ्गे पुल्लिङ्गे तर्हि किं स्वीकरोति किं स्वीकरोति भवान् किं स्वीकरोति अहं तं करदीपं स्वीकरोमि हा समीचीनमस्ति हा संध्या भगिनी किं स्वीकरोति अहं लेखनीं स्वीकरोमि हा काम काम लेखनीं ओ तं लेखनीं स्वीकरोमि किन्तु समीपे अस्ति खलु समीपे अस्ति खलु पुनः वदतु अहम् एताम् अहम् एतां लेखनीं स्वीकरोमि समीचीनमस्ति हा उपविशतु आगच्छतु समीचीनम् आगच्छतु किं प्रश्नः अस्ति वा हा अतः वदामि अत्र शब्दस्य रूपभेदः एकः एव शब्दः एकः एव शब्दः चषकः चषकः अस्ति चषकः अस्ति चषकः अस्ति तत्र चषकः कर्ता कर्ता कर्तृपदं सब्जेक्ट् सब्जेक्ट् चषकः अस्ति चषकः अस्ति सः चषकः अस्ति सः चषकः अस्ति इत्युक्ते दट् कप् इस् देर् सः दट् that angla bhashayam that ityasya ekaiva rupam asti ekam rupam that okay that glass is there I take that glass I drink from that glass that eva bhavati tasya parivartanam na bhavati that iti shabdasya parivartanam na kadapi bhavati angla bhashayam किन्तु संस्कृतभाषायां परिवर्तनं भवति परिवर्तनं भवति अवगच्छति वा परिवर्तनं भवति तत्र सः चषकः डग्लास् सः चषकः अस्ति परन्तु यदि अहं स्वीकरोमि तर्हि तत्र अहं कर्ता तत्र कर्म कर्ता कर्म सः चषकः अस्ति सः कर्ता अहं स्वीकरोमि अहं कर्ता सः कर्म यदा कर्म तदा तं कर्ता सः कर्म तं सः चषकः अस्ति अहं तं चषकं स्वीकरोमि अहं सः चषकं स्वीकरोमि इति न महान् भेदः महान् भेदः ओके अस्तु तर्हि अत्र पुनः कुर्मः किं किं स्वीकरोति अहं तां मालां स्वीकरोमि अहं तां करवस्त्रं स्वीकरोमि तत् करवस्त्रं स्वीकरोमि अस्तु अहं तत् पुस्तकं स्वीकरोमि अस्तु अनन्तरं तां घटीं स्वीकरोमि तत् इति न अत्र पश्यतु अत्र चषकः अत्र पुल्लिङ्गे अस्ति अत्र स्त्रीलिङ्गे अस्ति अत्र नपुंसकलिङ्गे अस्ति हा इति अस्ति हा मनीष महोदय अहं तां कूपिकां स्वीकरोमि तां कूपीं कूपीं हा लक्ष्मी भगिनी अहं तं पुस्तकं स्वीकरोमि तत्र पुस्तके पश्यतु पुस्तकमिति नपुंसकलिङ्गे शब्दः पुनः वदतु हा अस्तु लक्ष्मी भगिनी वदतु प्रश्नः पुनः किम किम स्वीकरोति भवति अहम अहम तं कन्दुकं स्वीकरोमि आ समीचीनमस्ति संध्या भगिनी वदतु किम किम स्वीकरोति अहम एतत् पुस्तकं स्वीकरोमि समीचीनमस्ति महोदय विश्वनाथ महोदय अहम तत् फेनकं हा स्त्रीलिङ्गशब्दः अस्ति चेत् हा माला किं किं न न पश्यतु तत्र लिखतु नाम स्तम्भत्रयमस्ति त्रयः स्तम्भाः सन्ति नाम त्री कालम्स् तत्र स्पष्टतया लिखतु हा अत्र पुल्लिङ्गशब्दः स्त्रीलिङ्गशब्दः नपुंसकलिङ्गशब्दः न तत्र भवान् भवान् भवति किमस्ति तत्र भवान् भवति मां हा तर्हि अस्तु इदानीं कुर्मः पश्यामि किं किं पश्यति किं किं पश्यति मनीषमहोदय किं किं पश्यति अहम् कूपी पश्यामि काम ताम हाँ काम ताम काम ताम इति समीचीनम् अति सूत्रम् अस्ति हाँ इदानीं दिलीपः महोदय अस्ति भवान् अस्ति अहं भवन्तं पश्यामि भवान् अस्ति अहं भवन्तं तत्र लिखितमस्ति भवन्तम् अहं भवन्तं पश्यामि भवती अस्ति अहं भवतीं पश्यामि अहम् अस्मि भवान् मां पश्यति मां भवान् मां पश्यति अहं भवन्तं पश्यामि अहं भवतीं पश्यामि अवगच्छति वा भवती भवन्तं भवतीं माम् इति अस्ति सन्ध्या भगिनी भवती मां पश्यति वा भवती मां पश्यति वा समीचीनम् अहं भवन्तं पश्यामि हा किं किं पश्यति माम् इति न अहम् अहं करवस्त्रं पश्यामि करवस्त्रं किं करवस्त्रं किं किं करवस्त्रं पश्यति एतत् दूरमस्ति खलु दूरं समीपं नास्ति पुनः वदतु अहं तत् करवस्त्रं पश्यामि समीचीनमस्ति हा हरिमहोदय किं किं पश्यति हा हा अनन्तरम् अन्यत् अन्यत् तत् एषा का छुरिका हा कां पश्यति अहं तत् इति न अत्र लिङ्गं किम् अत्र लिखतु एम् एफ् एन् लिखतु लिखतु लिखतु लिखतु एम् एफ् एन् अत्र लिखतु दूरे समीपे हा नियर् नियर् फार् नियर् हा हा अधुना कां पश्यति तत् इति न लेखनी लेखनी किन्तु लिङ्गं किम् वदतु अहं लेखनीं लक्ष्मीभगिनी किं पश्यति भवती काम् समीचीनं समीचीनं सन्ध्यां भवतीं नाम काम् अहं काम् इति अहं पृच्छामि तर्हि भवतीं नाम सन्ध्याम् अथवा विनीतां पश्यामि अस्तु समीचीनम् इदानीं तर्हि स्वीकरोमि अथवा पश्यति अस्तु अथवा पश्यति अनन्तरं पृच्छति पृच्छति अपि तथा पृच्छति अपि तथा किं भवती भवती कं पृच्छति प्रश्नं पृच्छामि तं प्रश्नं पृच्छामि अहं तं प्रश्नं पृच्छामि प्रश्नः अपि प्रश्नं पृच्छामि किन्तु अत्र दिलीपः अस्ति दिलीपं पृच्छामि अहं दिलीपं पृच्छामि मनीषः मनीषः वदतु विनीता समीचीनमस्ति भवान् कं पृच्छति भवान् कं पृच्छति भवान् कं पृच्छति भवान् कं पृच्छति भवान् कं पृच्छति भवती कं पृच्छति सन्ध्या लक्ष्मी लक्ष्मी लक्ष्मी लक्ष्मी भगिनीं पृच्छामि समीचीनमस्ति भवती कं कं पृच्छति किन्तु जयमारुति रामं सन्ध्या भगिनी भवती कां कं पृच्छति पृच्छामि इति पृच्छति इदानीं पठति पठति भवन्तः किं पठन्ति कविता ग्रन्थः वेदः श्लोकः श्लोकः अस्ति वेदः अस्ति कविता अस्ति गीतमस्ति किं किं पठति भवान् किं पठति भवान् किं पठति भवान् किं पठति भवान् किं पठति भवान् भवती किं पठति वेदः वेदं वेदामिति न वेदं वेदः वेदं भवान् किं पठति भवती किं पठति समीचीनमस्ति लक्ष्मीभगिनी भवती किं पठति समीचीनमस्ति भवती किं पठति ग्रन्थः ग्रन्थः पठामि इति न ग्रन्थः अस्ति अहं ग्रन्थं पठामि भवती किं पठति पठामि भवान् किं पठति गीतां गीतामिति न गीताम् भवान् किं पठति समीचीनं खादति भोजनं मोदकं मिष्ठान्नं फलं यत्किमपि अस्तु विनीता भगिनी किं पठति किं खादति भवती ओदनम रोटिकाम अहम रोटिकाम खादामि हां रोटिका अस्ति अहम रोटिकाम खादामि समीचीनं भवान् किं खादति अहम फलम खादामि संध्या भगिनी किं खादति न खादामि किं किम् अहं चाकलेहः चाकलेहः चाकलेहः चाकलेहः अस्ति अहम् अहं चाकलेहः चाकलेहः चाकलेहः चाकलेहः चेक चाकलेहः अस्ति चाकलेहः अस्ति तर्हि अहं पुनः वदतु अहं चाकलेहः अस्ति अहं चाकलेहः खादामि चाकलेहहम् चाकलेहहम् चाकलेह इति न चाकलेहहम् चाकलेहहम् खादामि समीचीनम् अन्यत् किम् अस्ति खादनार्थम् अस्तु अवगतमिति स्यात् अस्तु कुत्र गच्छामः कुत्र गच्छामः यत्र गच्छामः तत्र द्वितीया विभक्तिः भवति कर्मपदम् नदी अस्ति अहं नदीं गच्छामि विद्यालयः अस्तु वयमिति वदामः गच्छामः कुत्र गच्छामः इति अहं वदामि भवन्तः वयं गच्छामः इति वदन्तु अस्तु मन्दिरं विद्यालयः पुनः विद्यालयं वनम् वनम् वनम् वनमेव भवति ग्रामः देशः अस्तु समीचीनमस्ति वाटिका गोशाला आपणः आपणः यत्र वस्तूनि सन्ति तत्र अहं क्रयणं करोमि क्रयणं धनं ददामि धनं ददामि वस्तु क्रीणामि अस्तु अस्तु तर्हि अरण्यं विदेशः पाठशाला नगरम् वित्तकोशः प्रकोष्ठः ग्रन्थालयः शाला अस्तु कुत्र गच्छन्ति इति वदन्तु लक्ष्मी भगिनी कुत्र गच्छति अहं शालां गच्छामि हा भगिनी कुत्र गच्छति हा भवान् कुत्र गच्छति हा भवती कुत्र गच्छति हा भवान् कुत्र गच्छति भवती कुत्र गच्छति वयं कुत्र गच्छामि भवती कुत्र गच्छति भवती भवान् कुत्र गच्छति ओ समीचीनमस्ति दिलीपमहोदय कुत्र गच्छति हा भवान् कुत्र गच्छति कार्यालयं हा समीचीनम् अहं गृहं गच्छामि अस्तु हा संध्या भगिनी कुत्र गच्छति संध्या भगिनी अहं नदीं गच्छामि अस्तु प्रतिदिनम् अस्तु अस्तु इति अस्ति खादामि गच्छामि पठामि पृच्छामि हा अस्तु अधुना अत्र प्रश्नः अस्ति वा प्रायः सर्वं स्पष्टमस्ति अवगच्छति वयम् अवगच्छामः समीचीनमस्ति तत्र इदानीं किं किं पश्यति इति भवन्तः वदन्तु एकवारं किं किं पश्यन्ति किन्तु नाम इति न वदतु नाम इति मा वदतु केवलं सर्वनाम चषकः भवती कं पश्यति हा हा अहं तं पश्यामि हा अत्र चषकमिति न चषकमपि समीचीनं किन्तु अत्र केवलं तम् ऐ सी देट् अस्तु कां पश्यति किं मालामिति मा वदतु भवान् किं पश्यति कं पश्यति समीचीनमस्ति मनीषमहोदय भवान् कां पश्यति समीचीनमस्ति एवं वा पश्यामि एवं तम् इति न तत् अत्र पश्यतु तत् महोदय सुब्रह्मण्य महोदय अहं संध्या भगिनी मालामिति मा वदतु अहं केवलं ताम् अहं तां पश्यामि अस्तु महोदय हा समीचीनमस्ति भगिनि तत् किमर्थं न द्वितीयपुस्तकं स्वीकरोतु द्वितीयपुस्तकं स्वीकरोति वा द्वितीयपुस्तकं इच्छति वा ददामि अत्र पुस्तकस्य अभावः नास्ति पुस्तकमपेक्षितं वा अहं पुस्तकं ददामि अस्तु अस्तु समीचीनम् अधुना माला माला कूपी सत्यं माला पुरतः अस्ति कूपी पृष्ठतः अस्ति माला पुरतः अस्ति कूपी पृष्ठतः अस्ति पुरतः पृष्ठतः अभिनवमहोदयः पुरतः अस्ति सुब्रह्मण्यमहोदय पृष्ठतः अस्ति पुरतः पृष्ठतः पुरतः पृष्ठतः इति विषयः अस्ति अधुना दण्डः माला दण्डस्य पुरतः अस्ति. दण्डस्य पुरतः अस्ति. चमसः दण्डः. चमसः दण्डस्य पुरतः अस्ति. दण्डः कुत्र अस्ति? चमसस्य पृष्ठतः अस्ति. अस्तु. दिलीपमहोदय, अधुना अत्र अस्ति दन्तकोचः करदीपः. करदीपः कुत्र अस्ति? समीचीनमस्ति. अधुना अहं किम् उक्तवान्? नाम दन्तकोचः पृष्ठतः. समीचीनम्. पृष्ठतः करदीपः इति अहम् उक्तवान्. करदीपः. अस्तु. अधुना विनीता भगिनी, अत्र दन्तकोचः कुत्र अस्ति? अस्तु. यत्किमपि नाम पुरतः पृष्ठतः. अस्तु. अभिनवः कुत्र अस्ति? अभिनवः कुत्र अस्ति? सुब्रह्मण्यमहोदयः, अभिनवमहोदयः, अभिनवमहोदयः कुत्र अस्ति? सुब्रह्मण्यमहोदयः कुत्र अस्ति? अभिनवस्य पृष्ठतः अस्ति. सुब्रह्मण्यस्य पुरतः अस्ति अभिनवः. अस्तु. अस्तु. अधुना माला, छुरिका. अत्र माला कुत्र अस्ति? विश्वनाथ महोदय वदतु, माला कुत्र अस्ति? एकनिमेषः, अत्र भ्रमः जातः. यतोहि तस्य नाम किम्? तस्य विनीता, सा विनीता, तस्याः नाम किम्? तस्याः. तत्र लेखनी अस्ति, लेखनी अस्ति, लेखनी अस्ति. लेखनी कस्याः लेखनी? विनीतायाः लेखनी. विनीतायाः. सः चमसः कस्य अस्ति? पुस्तकं कुत्र अस्ति? कस्य अस्ति? कस्य पुस्तकं? मनीषस्य पुस्तकं. लेखनी तत्र कस्य अस्ति? कस्याः? विनीतायाः लेखनी. मनीषस्य पुस्तकं. पुल्लिङ्गे स्य, स्त्रीलिङ्गे आयाः. लतायाः, सन्ध्यायाः, विनीतायाः. अधुना घटी, घट्याः, घट्याः. नपुंसि कङ्कतम्? कङ्कतस्य. तर्हि नपुंसकलिङ्गे कङ्कतस्य, पुल्लिङ्गे चषकस्य, स्त्रीलिङ्गे कुञ्चिका, कुञ्चिकायाः. अङ्कनी, अङ्कन्याः. अस्तु. अधुना भवत्याः नाम किं वदतु? नाम? मम नाम गौरी. गौरी कुत्र अस्ति? अत्र अस्ति. विश्वनाथः गौरी. विश्वनाथ गौरी कुत्र अस्ति? विश्वनाथस्य पुरतः अस्ति. गौरी, गौर्याः, गौर्याः. न न न, गौरी कुत्र अस्ति? विश्वनाथस्य हाँ विश्वनाथ हाँ कुत्र अस्ति गौर्याः पृष्ठतः अस्ति हाँ अस्तु भवान् वदतु विनीता कुत्र अस्ति विनीता पृष्ठतः शशि पृष्ठतः अस्ति तस्याः नाम किम् शशिप्रिया प्रियस्य इति न विनीता कुत्र अस्ति सुब्रह्मण्य महोदय भवान् वदतु शशिप्रिया कुत्र अस्ति न न न विनीता कुत्र अस्ति विनीता कुत्र अस्ति पृष्ठतः अस्ति इदानीं शशिप्रिया कुत्र अस्ति समीचीनमस्ति अधुना लक्ष्मी भगिनी कुत्र अस्ति पृष्ठतः पुरतः पृष्ठतः पुरतः अधुना दक्षिणतः वामतः दक्षिणतः वामतः दक्षिणतः वामतः अस्तु तर्हि अधुना कङ्कतं फेनकं कङ्कतं कुत्र अस्ति हा फेनकं कुत्र अस्ति कङ्कतस्य वामतः अस्ति कङ्कतस्य वामतः अस्ति अस्तु हा अधुना वयं सर्वे वदामः कः कस्य दक्षिणतः वामतः वा अस्ति दिलीपः कुत्र अस्ति दिलीपः सुब्रह्मण्यं महोदयस्य दक्षिणतः अस्ति हा समीचीनम् अस्ति अभिनवः कुत्र अस्ति हा समीचीनम् अस्ति भवतः नाम किम् आसीत् आनन्दः आनन्दः कुत्र अस्ति आनन्दः गौर्याः वामतः अस्ति हा समीचीनम् अस्ति अधुना मनीषः कुत्र अस्ति वामतः हा अस्तु समीचीनं विश्वनाथः कुत्र अस्ति समीचीनमस्ति हा शशिप्रिया कुत्र अस्ति विनीता भगिनी विनीता भगिनी शशिप्रिया भगिनी कुत्र अस्ति दक्षिणतः दक्षिणतः अस्ति अस्तु सर्वे उक्तवन्तः वा आनन्दः कुत्र अस्ति वामतः अस्ति दिलीपः कुत्र अस्ति अस्तु सन्ध्या भगिनी अस्तु किं वदामि अत्र सा तु द्रष्टुं न शक्नोति अभिनवः दिलीपः भवान् वदतु भवती वदतु अभिनवः कुत्र अस्ति दक्षिणतः अस्ति समीचीनमस्ति अधुना लक्ष्मी भगिनी भवती अस्ति वा हा क्षम्यताम् यत्र भवती द्रष्टुं न शक्नोति अद्य किन्तु अग्रे भविष्यति हा भवती वदतु नाम विश्वनाथः मनीषः भवती वदतु कः कुत्र अस्ति विश्वनाथः पुनः पुनः नाम मनीषः मनीषः विश्वनाथः मनीषः विश्वनाथस्य दक्षिणतः अस्ति सत्यमपि अस्ति सत्यम् हा विश्वनाथः कुत्र अस्ति विश्वनाथः कुत्र अस्ति? विश्वनाथः दिलीपस्य वामतः अस्ति. अस्तु, समीचीनम् अस्ति. अस्तु, समीचीनम्. अग्रे गच्छेम. अधुना अत्र पुस्तके 8.1 इति अस्ति. 8.1 अत्र पश्यामः. दिलीपमहोदय, कृपया पठतु आरम्भे. सः केशवः. कः कः केशवः? सः केशवः. कः कुत्र? सः. अस्तु. केशवस्य पुरतः शकटः अस्ति. शकटः. केशवस्य पुरतः शकटः अस्ति. शकटं पश्यति वा? सर्वे पश्यन्ति शकटं. शकटः. अस्तु, अनन्तरं? तस्य पृष्ठतः वसति मन्दिरम् अस्ति. तस्य पृष्ठतः वसति मन्दिरम् अस्ति. अनन्तरं? तस्य दक्षिणतः देवालयः अस्ति. अनन्तरं? तस्य वामतः वृक्षः अस्ति. वृक्षं पश्यन्ति वा सर्वे? अनन्तरं? देवालयस्य उपरि कलशः अस्ति. अस्ति वा? अस्ति. अस्तु, अनन्तरं? शकटस्य अधः शुनकः अस्ति. शुनकः. शुनकः अस्ति वा अधः? तर्हि उपरि अधः. आकाशः कुत्र अस्ति? भूतलं कुत्र अस्ति? अधः अस्ति. अधः अस्ति. अस्तु, अधुना अस्तु, चमसः. चमसः लक्ष्मी भगिनी, चमसः कुत्र अस्ति? दर्पणस्य उपरि अस्ति. दर्पणः कुत्र अस्ति? दर्पणः चमसस्य अधः. उपरि अधः. लेखनी दण्डः. अङ्कनी. अङ्कनी कुत्र अस्ति? दण्डस्य उपरि. दण्डः कुत्र अस्ति? कुत्र अस्ति? पुनः? अङ्कन्याः. समीचीनमस्ति. अधुना करवस्त्रं गति. अस्तु, अधुना सन्ध्या भगिनी, करवस्त्रं कुत्र अस्ति? घट्याम् अस्ति इति सत्यं. घट्यां तदपि समीचीनमस्ति. करवस्त्रं घट्याम् अस्ति इति अपि भवति. किन्तु इदानीम् उपरि अधः इति अस्य नाम इदानीम् अस्माकं वर्णनम् इतोपि विशिष्टम्. इतोपि विशिष्टम् इदानीं करवस्त्रं घट्याम् अस्ति इति सत्यम्. किन्तु उपरि अधः इति वदतु. करवस्त्रम् उपरि इति वदतु. किन्तु तत्र षष्टिविभक्तिः अस्ति. षष्टि तत्र किं भवति? कुत्र अस्ति करवस्त्रम्? घट्याः. घट्याः उपरि. इदानीं घटी कुत्र अस्ति? घटी कुत्र अस्ति? अस्तु, लक्ष्मी भगिनी, लक्ष्मी भगिनी वदतु. लक्ष्मी भगिनी, अत्र घटी अस्ति, करवस्त्रमस्ति. करवस्त्रं घट्याः उपरि अस्ति, तर्हि घटी कुत्र अस्ति? वस्त्रस्य वस्त्रायाः अधः अस्ति. अधः तु अस्ति किन्तु वस्त्रं करवस्त्रम् इति नपुंसकलिङ्गशब्दः अस्ति नास्ति नास्ति करवस्त्रं करवस्त्रं यत्र मकारः मकारः अस्ति चेत् तत्र नपुंसकलिङ्गशब्दः अस्ति करवस्त्रम् करवस्त्रं घटी करवस्त्रं घट्याः उपरि अस्ति घटी कुत्र अस्ति भवती विस्मृतवती विस्मृतवती भवती अत्र तत्र षष्टिविभक्तिः करवस्त्रस्य करवस्त्रस्य इति अस्ति करवस्त्रस्य इति अस्ति अस्तु समीचीनम् अधुना कूपी अस्ति कर्तरी अस्ति कर्तरी कुत्र अस्ति किम् अत्र पश्यामः अत्र एकस्य शब्दस्य भिन्न भिन्न रूपाणि भवन्ति भिन्न भिन्न रूपाणि भवन्ति अतः अस्माकम् अवधानं भवेत् अवधानम् नाम यू हेव् टु पे अटेन्शन् टु दिस् मीन्स् यू जोयिन् लेट् ऐ थिङ्क् यू जोयिन् लेट् अतः समस्या अस्ति अत्र कूपी अस्ति अहं कूपीं स्वीकरोमि कूपीं तर्हि कूपी अधुना कूपीं अनन्तरं कर्तरी कूप्याः उपरि अस्ति कूप्याः उपरि अस्ति अथवा कर्तरी कूप्याम् अस्ति कूप्याम् अपि वयं कृतवन्तः कूप्यां वयं कृतवन्तः खलु स्मरणमस्ति वा अथवा रहस्यमेतत् सर्वं विस्मरणं जातम् विस्मरणं जातम् अस्तु तर्हि कूपी कूपीं कूप्याः कूप्याम् इति वयं जानीमः एतावता कूपी कूपी अस्ति अहं कूपीं स्वीकरोमि कर्तरी कूप्याः उपरि अस्ति अथवा कर्तरी कूप्याम् अस्ति सामान्यतया यत्र आधारः अस्ति तत्र चमसः कुत्र अस्ति उपरि इति न वदतु चमसः दर्पणे अस्ति इति वयं कृतवन्तः चमसः दर्पणे अस्ति यत्र आधारः अस्ति केवलम् आधारः अत्र आधारः इत्युक्ते उपरि अन्तः किमपि यत्र आधारः अस्ति तत्र दर्पणे चमसः दर्पणे अस्ति यत्र कुत्र इति प्रश्नः कुत्र इति प्रश्नः चमसः दर्पणे अस्ति अधुना दर्पणः कुत्र अस्ति चमसे अस्ति अधुना दन्तकूर्चः दण्डः कुत्र अस्ति दन्तकूर्चः कुत्र अस्ति अधुना फेनकमस्ति कङ्कतं कुत्र अस्ति फेनके अस्ति फेनकं कुत्र अस्ति कङ्कते अस्ति कङ्कतं कुत्र अस्ति फेनकं कुत्र अस्ति वाक्यं वदतु फेनकं अस्ति वाक्यं वदतु शिरोवेदन अस्ति वा अस्तु इति इति आधारः यत्र आधारः अस्ति पुल्लिङ्गे अथवा नपुंसकलिङ्गे अधुना मापिका चमसः मापिका अधुना चमसः मापिकायाम् अस्ति मापिकायाम् मापिकायाम् अस्ति अधुना पुष्पं पुष्पं कुत्र अस्ति कुञ्चिकायां कुञ्चिकायाम् अस्ति अधुना छुरिका चमसः चमसः कुत्र अस्ति हा छुरिका कुत्र अस्ति न न न छुरिका कुत्र अस्ति चमसः कुत्र अस्ति हा छुरिकायाम् अस्ति चमसे अस्ति इति आधारः अस्ति आधारः नाम उपरि अस्ति अथवा अन्तः अस्ति कुत्र अस्ति इति न उक्तं केवलम् आधारः इदानीं यत्र उपरि वामतः दक्षिणतः पुरतः पृष्ठतः उपरि अधः एतत् सर्वं तत्र पजसव् भवति सम्बन्धः कीदृशसम्बन्धः तत्र पजसव् इति षष्टिविभक्तिः अस्ति षष्टिविभक्तिः अस्ति अतः अभिनवन् महोदय अत्र चमसः कुत्र अस्ति चमसः चषके अस्ति अथवा उपरि इति वदतु चमसः चषकस्य उपरि अस्ति चमसः चषके अस्ति अथवा चमसः चषकस्य उपरि अस्ति चषकः कुत्र अस्ति अधः अस्ति अस्तु समीचीनमस्ति अधुना फेनकं करदीपः हा सन्ध्या भगिनी अत्र करदीपः कुत्र अस्ति हा लक्ष्मी भगिनी लक्ष्मी भगिनी करदीपः फेनकस्य उपरि अस्ति फेनकं कुत्र अस्ति अधः अस्ति समीचीनमस्ति अधः उपरि अधः उपरि वामतः दक्षिणतः पुरतः पृष्ठतः अस्तु एकवारं एकवारं वदामः अनुवदन्तु पुरतः पुरतः पुरतः पुरतः पृष्ठतः पृष्ठतः पृष्ठतः पृष्ठतः दक्षिणतः दक्षिणतः दक्षिणतः वामतः वामतः वामतः वामतः उपरि उपरि उपरि उपरि अधः अधः अधः अधः इति अस्ति समीचीनम् अत्र प्रश्नः अस्ति वा कोऽपि प्रश्नः अस्तु अत्र अभ्यासः अस्ति अत्र 8.2 इति पश्यामः मनीषमहोदयं कृते एतत् चित्रं पश्यतु तत् पठितुं शक्नोति एतत् चित्रं पश्यतु अनन्तरम् एतानि वाक्यानि शुद्धानि अशुद्धानि वा इति लिखतु गृहस्य पुरतः वृक्षः अस्ति हा शुद्धम् अशुद्धं वा गृहस्य पुरतः वृक्षः अस्ति वा अस्ति अस्ति हा अस्तु लक्ष्मी भगिनी वदतु दूरवाण्या 8.2. Grihasya. Kukutaha balakasya ataha asti. Kutra asti bhavati. Dvitiyam vakyam. Ataha. Graha dvitiyam vakyam patatu grihasya vamataha. Grihasya vamataha adhyanam asti. Udhyanam. Udhyanam asti. Ha, satyam asti na va, shuddham asti athava ashuddham? Ashuddham. Ah, astu. Ga. Ha, Ananda Mahodaya, tritiyam. Balakaha vrikshasya upari asti ashuddham. Balakaha vrikshasya upari asti va? Ashuddham. Ha, satyam. Vinita Bhagini, agree. Vrikshasya adha grandha asti. हाँ सत्यम सत्यम सत्यम हाँ शशिप्रिया भगिनी गृहस्य पृष्ठतः मार्गः अस्ति अशुद्धं गृहस्य पृष्ठतः मार्गः अस्ति हाँ प्रायः अशुद्धं हाँ हाँ अस्तु हाँ अस्तु समीचीनम् अस्ति अनन्तरं विद्याभगिनी संध्याभगिनी संध्याभगिनी अग्रे Shastam Vakyam, Antimam, Balakasya. Okay, Balakasya Haste, Nahari Kela Phalam Asti. Haste, Nahi Na Avagachati. Na Avagachati, wa? Balakasya haste nari kela phalam asti nava nama vakyam shuddham asti athava ashuddham satyam nava hastaha eshaha hastaha hastaha oh na balakasya haste gandaha gandham asti acha ha ha nari kelam asti va Nasti, khalu. Satyam. Satyam, satyam. Samichinam asti. Iti asti. Ha? Astu. Kinshit samaya asti. Agre. Ha? Astu, vinita bhagini. Agre mam vakyam padatu. 8.2e. Balakaha kutra asti. Balakaha bahi asti. Ha. Anantaram agre mam vakyam gauri bhagini. Balika kutra asti, balika antaha asti. Ha, tatra bahihi antaha. Bahihi antaha. Ha, atra... Ha, ananda madaya agrimam. Marjalaha. Marjalaha. Marjalaha. Antaha asti. Ha, tatra prasnam prachatu. Prasnam prachatu. Marjalaha kutra asti. Marjalaha antaha asti. Antaha asti. Abhinava Madayagri? Sunukaha kutra asti. Sunukaha bahi asti. Bahi asti. Sunukaha bahi asti. Antaha bahi. Antaha bahi. Ha, iti avagatam. Avagatam antaha? Smitinam. Astu. Hari? Atra agrima visayam vayam arabdhum shaknumaha. Agrima visayam vayam arabdhum. Na, atra vayam vadamaha. Antaha, atra kim antaha asti, kim bahi asti iti vadamaha. Vastuni, kim antaha prakoshtaha asti. Ha? Prakoshtaha asti. Atra prakoshtasya kani vastuni antaha santi. Kim asandaha antaha asti va bahi asti va antaha asti krishna phalakam antaha asti akashaha bahi asti ha bahi asti ha vrikshaha bahi asti astu kim antaha asti kim bahi asti vahanim bahi asti anantram vrikshaha bahi asti vrikshaha bahi asti anantram margam bahi asti margaha bahi asti anantram पुस्तकम् अन्तः अन्तः अस्ति हा लेख अंकनी लेखनी लेखनी अन्तः अस्ति अनन्तरं बालिका बालिका अन्तः अस्ति समीचीनं हा विद्यार्थी अन्तः अस्ति हा लक्ष्मी भगिनी अन्तः अस्ति अनन्तरं सूर्यः बहिः अस्ति सूर्यः बहिः अस्ति किं किम् अन्तः अस्ति वातायनम् अन्तः अस्ति वातायनम् अन्तः अस्ति मध्ये अस्ति मध्ये अपि बहिः अपि अस्ति अन्तः अपि अस्ति अस्तु अनन्तरं किम् उपनेत्रम् उपनेत्रम् अन्तः अस्ति अन्तः अस्ति सङ्गणकम् स्यूतः वाक्यं वदतु कागदम् भोजनालयः बहिः अस्ति ग्रन्थालयः बहिः अस्ति चित्रमन्दिरम् अस्तु समीचीनमस्ति क्षेत्रं कुत्र अस्ति क्षेत्रं बहिः अस्ति अस्तु अधुना अहम् इतः तत्र गच्छामि अहम् इतः तत्र गच्छामि इतः ततः आगच्छामि इतः तत्र गच्छामि ततः अत्र आगच्छामि इतः ततः इतः ततः इतः ततः कुतः इति प्रश्नः कुतः आगच्छति भवान् कुतः आगच्छति अत्र तः इति योजयामः तः इति योजयामः गृहतः देशतः प्रकोष्ठतः भवनतः यानतः रेल्यानतः विमानतः कुतः आगच्छति भवान् प्रकोष्ठतः प्रकोष्ठतः आगच्छामि भवती कुतः आगच्छति कार्यालयतः आगच्छामि समीचीनमस्ति लक्ष्मी भगिनी कुतः आगच्छति न न तः इति वदतु अहं न्यूजर्सी नगरे वसामि कुत्र वसति अहं न्यूजर्सी नगरे अथवा प्रदेशे वसामि किन्तु कुतः आगच्छति कुतः आगच्छति दिलीपः दिलीपः महोदय आनन्दमहोदय मन्दिरतः सुब्रह्मण्य महोदय कुतः आगच्छति गृहतः कार्यालयतः चित्रमन्दिरतः कुतः कुतः आगच्छति इतः गच्छामि ततः आगच्छामि ततः यत्र गच्छामि तत्र म इति योजयामि अहं वित्तकोशतः विश्वविद्यालयं गच्छामि वित्तकोशतः विश्वविद्यालयं गच्छामि अहं गृहतः चित्रमन्दिरं गच्छामि अहं पाठशालातः विदेशं गच्छामि कुतः आगच्छति समीचीनमस्ति. हा अस्तु महोदय, कुतः आगच्छति? नदीतः आगच्छामि. सन्ध्या भगिनी कुतः आगच्छति? आगच्छामि. हा लक्ष्मी भगिनी कुतः आगच्छति? हा विश्वनाथ महोदय कुतः आगच्छति? हा इदानीं लक्ष्मी भगिनी कुतः आगच्छति? Where are you coming from? यत्र तः अस्ति, तः अस्ति चेत् तत्र फ्रम् इति वदामः. वहां से अहं भारतदेशतः आगच्छामि. हा समीचीनम्. इदानीं चन्द्रः, चन्द्रतः वदतु. चन्द्रतः आगच्छामि. समीचीनम्. अस्तु तर्हि अत्र अत्र किं लिखितमस्ति पठतु. हा भगिनी पठतु अत्र 9.1. एतत् लोकयानं कुतः अस्तु? पुत्रः पिता, अत्र पुत्रः पिता, अत्र सम्भाषणमस्ति. हा विश्वनाथः इति पुत्रः, आनन्दः इति पिता. पठतु सम्भाषणं. हा भवान् पुत्रः. एतत् लोकयानं कुत्र, कुतः, कुतः आगतम्? आगतम् अग्रे. मैसूरतः आगतम्. अग्रे. इतः कुत्र गच्छति? इतः मैसूरु गच्छति. तत् ततः, ततः आगमिष्यति. इतः श्व आगमिष्यति. श्वः आगमिष्यति. समीचीनम्. अग्रे. एते जनान् किं, जनाः, जनाः किं कुर्वन्ति? एते इतस्ततः सञ्चरन्ति. इतस्ततः, इतस्ततः इत्युक्ते इतः, ततः, इतस्ततः, जहातः, इतस्ततः. अवगतं वा? किं न अवगच्छति? पुस्तकं पश्यतु. इतस्ततः सञ्चरन्ति. अस्तु पश्यामः अत्र. एतत् लोकयानं कुतः आगतम् इति स्पष्टमस्ति वा? एतत् लोकयानं कुतः आगतं? किं अनन्तरम् उत्तरमस्ति? मैसूरतः आगतम्. इतः, इतः नाम मैसूरतः, न इतः नाम इतः अत्र, इतः नाम अत्र, तः अत्रतः इति न वदामः, इतः इति वदामः. अत्रतः इति अर्थे इतः इति वदामः. इतः कुत्र गच्छति? इतः मैसूरु गच्छति. ततः नाम मैसूरुतः कदा पुनः आगमिष्यति? ततः श्वः आगमिष्यति. एते जनाः चित्रे, एते जनाः किं कुर्वन्ति? एते जनाः इतस्ततः सञ्चरन्ति. इति अवगमनमस्ति. किं प्रश्नः अस्ति वा भगिनि? कः प्रश्नः अस्ति? किं एते जनाः किं कुर्वन्ति एते जनाः इतः गच्छन्ति ततः आगच्छन्ति भ्रमणं कुर्वन्ति सचरन्ति इतस्ततः गच्छन्ति here and there इतस्ततः नाम here and there here and there गच्छन्ति सञ्चरन्ति here and there जहां तहां here and there here and there इतस्ततः भ्रमणं randomly भ्रमणं कुर्वन्ति अस्तु इति अस्माकं विषयः इदानीं समयः जातः कः समयः अस्ति सपाद अस्ति वा सार्ध त्रिवादनम् अस्माकं कक्षा कदा आरभ्यते आरम्भः कदा भवति द्विवादने कदा समाप्यते सार्ध त्रिवादने अधुना कः समयः अस्ति श्रीवादनम् अधुना हा अतः समाप्तिः धन्यवादः नमस्कारः धन्यवादः